गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदिविश्वेशं निधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् अस्तु तर्हि शब्दः न आं शब्दः अस्ति खलु हा शब्दः इत्यस्य निरूपणं शब्दः केवलम् आकाशे लभ्यते आकाशः विभुः तर्हि कथं वा मुखे जायमानशब्दः श्रोत्रं प्रति आगच्छति तत्र शब्दः तु गुणः स्वयं तस्मिन् क्रिया न भवति तस्य आधारीभूतद्रव्ये अपि क्रिया न भवति विभुत्वात् तर्हि कथं वा आगच्छति इति चेत् तत्र नैयायिकैः एका प्रक्रिया कल्पिता किम् इति चेत् का इति चेत् शब्दजशब्दः तर्हि मुखदेशे यदा शब्दः जायते तदा तस्मात् अग्रिमक्षणे दशसु दिक्षु पुनः तेन शब्देन एव शब्दजशब्दः जायते तर्हि पुनः शब्दजशब्दः इति एवं रीत्या तत्र श्रोतुः श्रोत्रं प्रति आगच्छति शब्दः तत्रापि आकाशः एव अस्ति इदानीं श्रोत्रेन्द्रियम् इत्युक्ते किम् इति चेत् आकाशः एव किन्तु कर्णशष्कुली अवच्छिन्ननभे आकाशे तादृश इन्द्रियत्वम् अस्ति सामर्थ्यमस्ति यत् स्वस्मिन् विद्यमानशब्द गुणस्य ग्रहणं कर्तुं सामर्थ्यम् अस्ति श्रोत्रः इत्युक्ते आकाशः तर्हि शब्दः कुत्र अस्ति आकाशे अस्ति इत्युक्ते श्रोत्रे अस्ति तथापि श्रोत्रं स्वस्मिन् विद्यमानगुणस्य ग्रहणं कर्तुं सामर्थ्यम् अस्ति किन्तु इदानीं चक्षुः इति पश्यामश्चेत् अन्यस्मिन् घटे विद्यमानरूपस्य ग्रहणं करोति न तु स्वस्मिन् विद्यमानस्य रूपं वस्तुतः चक्षुषः तत्र रूपं नास्ति इन्द्रियाणाम् अन्येषाम् इन्द्रियाणां रूपं नास्ति श्रोत्रेन्द्रियस्यापि प्रत्यक्षं न कर्तुं शक्यते किन्तु स्वस्मिन् विद्यमानशब्दः इति किञ्चित् वैचित्र्यमस्ति अत्र चिन्तने इति एषा प्रक्रिया उक्ता नैयायिकैः तर्हि अत्र पुनः प्रश्नः कृतः कथं वा स्व अधिकरणे सजातीयगुणजन जननं भवान् वदति स्वाधिष्ठाने तर्हि अधिष्ठानम् एकमेव तस्मिन्नेव तत्र गुणः अस्ति पुनः तेन गुणेनैव तस्मिन्नेव नूतनगुणाः जायते नूतनगुणं जायते इति कथं वा भवान् वदति इति प्रश्नः तत्रैव स्मः स्वाधिकरणे सजातीयगुणजनकत्वं क्व दृष्टम् अन्यत्र यत्र कुत्रापि दृष्टं वा इति प्रश्नः अस्तु तर्हि ततः पठेम महुल् महोदय आरब्धुमिच्छति वा 121 पेज् आं महोदय आम् स्वाधिकरणे सजातीयगुणजनकत्वं क्व दृष्टं यद्यपि रूपादीनां स्वाश्रये कपाले न रूपोत्पादकत्वं किन्तु स्वाश्रयकपालजन्ये घटे तत्र कपालरूपस्य द्वितीय असमवायिकारणत्वस्य वक्ष्यमाणत्वात् परन्तु घटगत एकत्वं स्वाश्रये एव द्वित्वं जनयति ज्ञानं च स्वाश्रये एव इच्छादिकं जनयति इति अस्ति दृष्टान्तः अस्तु अत्र रूपादीनां स्वाश्रय आश्रयः तु कपालः एव स्व आश्रये इत्युक्ते कपाले तत्र अन्यत् किमपि रूप उत्पादकत्वं रूप उत्पादकत्वं नास्ति परन्तु रूप उत्पादकत्वं कुत्र अस्ति तर्हि स्व आश्रय कपालजने घटे एव रूप उत्पादकत्वम् अस्ति तत्र वयं तत्र कपालरूपस्य द्वितीय असमवायिकारणत्वस्य वक्ष्यमाणत्वात् कपालरूपः इति घटे यः रूपः अस्ति कपाले कपालरूपस्य कपाले यः रूपः अस्ति आम् आम् तस्य द्वितीय असमवायिकारणत्वम् इति किम् इति द्रक्ष्यामः चेत् तत्र एव एतत् वयं वक्तुं शक्नुमः रूप उत्पादकत्वं घटे अस्ति परन्तु कपाले अपि रूप आदि रूपात् रूपम् अस्ति परन्तु घटगत एकत्वं तत्र तत्र भिन्न परन्तु इत्यत्र भिन्नवार्ता अस्ति अत्र किमर्थम् अत्र प्रथमवाक्ये प्रथमवाक्यद्वये कः आशयः तत्र तदेव अस्ति स्व अधिकरणे सजातीयगुणजनकत्वम् इति दृष्टं वा कुत्रापि तत् प्रश्ने सति अत्र तत्र चर्चा अस्ति यद्यपि कपाले किमपि रूप उत्पादकत्वं नास्ति घटे श्वासे कपाले अस्ति खलु इत्युक्ते कपाले विद्यमानरूपस्य रूपे उत्पादकत्वम् अस्ति कपाले विद्यमानरूपेणैव घटे रूपं जायते आम् आम् आम् सत्यं तर्हि रूप उत्पादकत्वं कपाले कपालरूपे अस्ति किन्तु ओ अस्तु किन्तु घटरूपं कुत्र अस्ति घटे अस्ति स्वाश्रये कपालरूपं कुत्र अस्ति कपाले अस्ति कपाले अस्ति तर्हि यद्यपि कपाले विद्यमानरूपं रूपं जनयति किन्तु स्व आश्रये कपाले एव न जनयति आं सत्यं सत्यं तस्य अधिकरणः भिन्नः हा इति द्वितीय यद्यपि द्वितीयविध असमवायिकारणं स्वीकुर्मः तत्र भिन्न अधिकरणमस्ति यदि प्रथमविध असमवायिकारणं स्वीकुर्मः कपालसंयोगः कपाले अस्ति घटः अपि कपाले एव अस्ति तत्र स्व आश्रये एव कार्यं जनयति किन्तु इदानीं तत् कार्यं द्रव्यमस्ति न तु गुणः प्रथमविध असमवायिकारणे कार्यं द्रव्यं भवति न तु गुणः द्वितीयविध असमवायिकारणे कार्यं गुणः भवति गुणेन कारणमपि गुणं कार्यमपि गुणः किन्तु स्व आश्रये नास्ति एकस्मिन् अधिकरणे नास्ति एकस्मिन् अधिकरणे नास्ति तर्हि एतादृशम् अत्र स्थलद्वये अपि न दृष्टम् इति तावत् प्राप्तं तर्हि इदनन्तरं तदनन्तरं परन्तु अनन्तरस्य परन्तु घटगत एकत्वं स्वाश्रये एव द्वित्वं जनयति तर्हि द्वित्वम् अपि च एकत्वम् एकस्मिन् अधिकरणे घटे एव अस्ति घटे एव एकत्वमपि अस्ति तत्रैव द्वित्वमपि जनयति तर्हि ज्ञानं च स्व आश्रये एव इच्छादिकं जनयति इति अस्ति दृष्टान्तः अत्र नैया अहं मन्ये प्राचीननैयाक वैयाक नैयायिकाः वदति स्व आश्रये ज्ञानम् अपि इच्छा अनुसृत्य इच्छा करोमि चेत् स्व आश्रये इत्युक्ते किम् आश्रयः कः स्व आश्रये एव ज्ञानं च स्व आश्रये एव घटः एव इति अहं मन्ये घटः नास्ति नास्ति ज्ञानस्य आश्रयः ज्ञानं कुत्र अस्ति ओ मनसि नास्ति आत्मा आत्मनि हा आत्मनि ज्ञानं च स्व आश्रये आत्मनि एव इच्छा अपि कुत्र अस्ति आत्मनि अपि आत्मनि हा ज्ञानम् आत्मनि अस्ति इच्छा अपि आत्मनि अस्ति इच्छायाः कारणं किं ज्ञानं विना इच्छा भवितुमर्हति वा न न भवति तर्हि ज्ञानम् इच्छायाः कारणं ज्ञानमपि आत्मनि अस्ति तदेव कारणं कारणम् आत्मनि अस्ति कार्यं किम् इच्छा तत् किं सा कुत्र अस्ति तदपि आत्मनि एव अस्ति तदपि स्वाश्रये सत्यम् अपि च द्वयमपि गुणमस्ति इति कृत्वा कारणमपि गुणं कार्यमपि गुणम् एकमेव आश्रयः आम् सत्यं सत्यं तदेव इति द्वितीय उदाहरणं तत्र एकत्वं घटे अस्ति एकत्वेन घटे एव द्वित्वमपि जनयति, द्वित्वमपि गुणं एकत्वमपि गुणः. तर्हि उदाहरणद्वयं स्थलद्वयम् अत्र प्रदर्शितं, यत्र स्व आश्रये गुणजनकत्वम् अस्ति, सजातीयगुणजनकत्वम्. अस्तु, अत्र इतोपि किञ्चित् चिन्तनीयं, भवान् एव चिन्तयतु. इदानीं घटे विद्यमान एकत्वेन घटे एव द्वित्वं जायते खलु? तर्हि इदानीं कारणं किम् एकत्वं, कार्यं किं द्वित्वं, तयोः मध्ये सजातीयत्वमस्ति वा? एकत्वे किमस्ति, का जातिः अस्ति? एकत्वं संख्या, संख्या इति खलु? न, संख्या इति किं, संख्या इति गुणः अस्ति खलु? गुणः अत्र जातिः, एकत्वम् इति गुणे कीदृशजातिः अस्ति? यथा रूपम् इति गुणे कीदृशजातिः अस्ति? रूपे रूपत्वम् इति, सत्यं रूपत्वं, शब्दे शब्दत्वम् अस्ति, तथा एकत्वे किमस्ति? एकत्वम् अस्ति. न न, एकत्वम् इति एव जातिः, एकत्वम् इति एव गुणः, क्षम्यता, एकत्वम् इति एव गुणः. एकत्वे कीदृशजातिः अस्ति? एकत्वे कीदृशजातिः? पुनः त्वं प्रत्ययं योजनीयं, तावदेव खलु? ओ, एकत्वत्वं. हा, एकत्वे एकत्वत्वम् इति जातिः अस्ति. यत्र एकत्र एकत्वम् अहं पश्यामि, एकः घटः, तर्हि घटे एकत्वम्, एकः पटः, तत्रापि एकत्वम्. तर्हि घटे विद्यमान एकत्वं, पटे विद्यमान एकत्वं, द्वयमपि समानं वा इति चेत् आम्. किमर्थं? तयोः एकत्वत्वम् इति जातिः अस्ति. आम्, सत्यम्, एकत्वत्वम्. एकत्वत्वं, किन्तु इदानीं द्वित्वे कीदृशजातिः अस्ति? द्वित्वत्वं. हा, तर्हि इदानीम् एकत्वेन जायमानद्वित्वे सजातीयत्वमस्ति वा? न, नास्ति, सजातीयत्वं नास्ति. हा, सजातीयत्वं नास्ति. एवमेव ज्ञानमिति कारणं, ज्ञाने किं का जातिः अस्ति? ज्ञानत्वम्. इच्छायाम्? इच्छायाम् इच्छात्वम् इति वदेम. सत्यम्, इच्छात्वं, केवलं त्वप्रत्यये योजनीयः, तावदेव. आम् आम्, तावदेव. तर्हि यद्यपि ज्ञानम् एकस्मिन् स्व आश्रये एकस्मिन् अधिकरणे एव इच्छा इति गुणः जनयति, तर्हि स्व अधिकरणे गुणजनकत्वम् इति वक्तुं शक्यते, किन्तु सजातीयगुणजनकत्वं न वक्तुं शक्यते, नास्ति. तदेव खलु? सत्यं. हा, तर्हि कपालरूपेण जायमानघटरूपे तत्र किं नास्ति? स्व अधिकरणत्वं नास्ति. भिन्न अधिकरणत्वं, कपालरूपं कपाले अस्ति, घटरूपं घटे अस्ति, तर्हि स्वस्मिन् अधिकरणे गुणं न जनयति, किन्तु गुणजनकत्वम् अस्ति. एकेन गुणेन अन्यः गुणः जायते, द्वितीयविध असमवायकारणे. भवतु, तर्हि तत् त्यजामः. इदानीं सः उक्तवान्, पश्यतु, एकत्वेन द्वित्वं जायते एकस्मिन्नेव अधिकरणे, तर्हि स्व अधिकरणे अपि अस्ति गुणजनकत्वमस्ति, तर्हि इदानीमपि प्रश्नः अस्ति, जातीयगुणजनकत्वं नास्ति? नास्ति. तर्हि पुनः तदपि क्व दृष्टः, क्व दृष्टम् इति वक्तव्यं, सजातीयगुणजनकत्वं. किन्तु शब्दस्थले प्रथमशब्दः यदस्ति तस्मिन् का जातिः अस्ति? शब्दत्वं. शब्दत्वं, शब्देन यः नूतनशब्दः जायते, शब्दजशब्दः जायते, तत्र किमस्ति, का जातिः अस्ति? शब्दत्वं. तत्रापि शब्दत्वं. तत्रापि शब्दत्वमेव खलु? सत्यम्. आम्, तर्हि शब्दः इति गुणः, नूतनशब्दः इत्यपि गुणः, द्वयोः तत्र शब्दत्वम् इति सजातीयत्वम् अस्ति, अपि च तस्मिन् अधिकरणे जायते शब्दः, आकाशे एव. आकाशे, कस्मिन् अधिकरणे शब्दः इति कारणमस्ति? आकाशे एव. आकाशे, सत्यम्. तर्हि शब्दजशब्दः इत्यस्मिन् स्थले स्व अधिकरणसजातीयगुणजनकत्वं नैयायिकैः उक्तम्. आम्, तादृशम् अन्यत्र यत्र कुत्रापि दृष्टं वा इति प्रश्नः कृत्वा द्वितीय असमवायिकारणे असमवायिकारणे गुणजनकत्वम् अस्ति किन्तु स्व अधिकरणत्वं नास्ति. किन्तु एकत्वेन द्वित्वं यदा जायते तत्र गुणजनकत्वमपि अस्ति स्व अधिकरणत्व आश्रयत्वमपि अस्ति किन्तु सजातीयत्वं नास्ति. तर्हि इदानीमपि प्रश्नः तिष्ठति क्व दृष्टम् इति. अस्तु बुद्धं खलु? आं बुद्धं बुद्धं. परन्तु एतत् प्रश्नः कः तत्र कुतः आगतः परन्तु किमर्थम् इत्युक्ते एतत् शब्दः इति कल्पना एव खलु प्रक्रिया तु तर्हि कल्पना कल्पनां कर्तुम् अपि किमपि अन्यत् प्रमाणं वक्तव्यं नो चेत् एवमेव यत्किमपि कल्पनां कर्तुम् इति अनियमेन तादृशं न वक्तुं शक्यते. अस्तु अस्तु किमपि कारणं भवेत् तत्र इत्युक्ते एतादृश अनुमानम् अत्र शब्दजशब्दः इति कथं वा ज्ञातवन्तः? अनुमानमेव कुर्वन्तः खलु? अनुमानमेव. आं तत् सत्यम्. अनुमानं करणीयं चेत् तत्र लिङ्गं भवेत्. धूमं दृष्ट्वा एव पर्वते वह्निः अस्ति इति वक्तुं शक्यते. एवम् अत्र अन्यत्र यत्र कुत्रापि एतादृशसम्भावना भवेत् स्व अधिकरणे सजातीयगुणजनकत्वं दृष्ट्वा एव भवतु भोः अत्र यदा अस्ति तथा अत्रैव भवति इति अहम् अनुमानं करोमि. ओ अस्तु अस्तु. हा तर्हि कुत्रापि पक्षः हेतुः अस्ति वा? अनुमानेनैव शब्दजशब्दः इति प्रक्रिया कथं साधिता इति चेत् अनुमानेन साधिता. तर्हि एवमेव यत्किमपि वक्तुं न शक्नुमः खलु? अस्तु अस्तु. तत्र कल्पना करा कुर्मश्चेदपि तत्र नियमः भवेत् अन्यत्र यत्र कुत्रापि तादृशं दृष्ट्वा. आम् सत्यं. नो चेत् यत्किमपि वक्तुं शक्यते खलु? सत्यं सत्यं खलु सत्यं. तत्र नियममेव न भवति. तत्र केवलं वदति किन्तु तस्य तत्र तर्कः किमपि नास्ति. प्रश्नः करोति चेत् भवतु हा कथं वा एतस्मात् विग्रहात् विभूतिः आगच्छति इति प्रश्ने सति तत्र साईबाबा अस्ति ततः विभूतिः आगच्छति इति इदानीम् अहं पश्यन्नस्मि कथं वा स्यात् इति चेत् भवतु अत्र एतादृशमेव भवति इति. तर्हि अत्र एतादृशं भवति इति चेत् सर्वेषु साईबाबाविग्रहेषु तादृशं भवति चेत् अहम् अङ्गीकरोमि. यथा अन्यस्मिन् साईबाबाविग्रहे मया दृष्टं तथा अत्रापि आगच्छति. यत्र यत्र साईबाबाविग्रहः तत्र तत्र विभूति विभूतेः उत्पादनम् इति तादृशं किमपि वदामश्चेत् समीचीनं भवति. नो चेत् अतः एव वयं किं वदामः आश्चर्यम् इति खलु? तादृशम् अन्यत्र यत्र कुत्रापि न दृष्टं तत्र तर्कः अपि न वक्तुं शक्यते. किमर्थं मम गृहे एतादृशम् आगच्छति इति किन्तु भवतः गृहे न आगच्छति? एतदुदाहरणं मम मनसि किमर्थम् आगतम् इति चेत् गते सप्ताहे मम पुत्री अस्ति खलु तस्याः सखी तस्याः गृहे एतादृशम् आगतम्. ओ अस्तु अस्तु. मां दर्शितवती इत्यतः अहं वद तद् मम मनसि आगतं. तर्हि अत्र आश्चर्यम् इति. तर्हि शब्दजशब्दः कथं जायते इति चेत् आश्चर्यं भोः तादृशमेव जायते इति वक्तव्यं भवति. सत्यम् इति कृत्वा अन्यत्र यत्र कुत्रापि दृष्टं वा इति वक्तव्यं. तत्र अन्यत् किमपि द्रष्टव्यम् अतः एव प्रश्नः. तर्हि एतादृशम् एतानि उदाहरणानि अस्माभिः परिशीलितानि किन्तु तत्र साम्यं न लब्धम् एतावत्. आं सम्पूर्णतया साम्यं नास्ति न लब्धम्. अस्तु अग्रे पठतु महोदय. अस्तु. ननु घटगत एकत्वेन स्वविजातीयं द्वित्वम् एव स्वाश्रये उत्पादितम्. एकत्वे हि एकत्वत्वं जातिः द्वित्वे द्वित्वत्वम् एवं ज्ञानमपि स्वविजातीयाम् इच्छाम् एव स्वाश्रये आत्मनि जनयति न सजातीयं ज्ञानं. ज्ञानेऽपि च ज्ञानत्वम् इच्छायाम् इच्छात्वं न च गुणत्वजातिमत्वं सर्वेषां पूर्वोक्तानां तुल्यमिति न दोष इति वाच्यं। गुणत्वेन एकत्वस्य द्वित्वं प्रति ज्ञानस्य इच्छां प्रति जनकत्वे तादृशगुणत्वस्य रूपादौ अपि सत्त्वात् तेनापि द्वित्व इच्छादीनाम् उत्पत्तिप्रसङ्गात्। हा, तदेव अत्र दत्तं। घटगत एकत्वेन वयं सजातीय अन्यत् गुणं गुणजनकत्वं न भवति, यतोहि द्वित्वम् इति यदि तत्र जनयति, परन्तु एकत्वे एकत्वत्वम् इति जातिः, परन्तु द्वित्वे समानजातिः नास्ति, द्वित्वे द्वित्वत्वम् अस्ति। अतः एवमपि ज्ञानम् अपि विजातीयाम् इच्छाम् एव स्वाश्रये आत्मनि, इत्युक्ते आत्मनि ज्ञानम् अस्ति, ज्ञानमेव इच्छां जनयति, परन्तु इच्छामिति सजातीयं नास्ति, न सजातीयं ज्ञानं केवलं। किमर्थम् इत्युक्ते ज्ञाने ज्ञानत्वमस्ति, इच्छायाम् इच्छात्वम् अस्ति, अतः तेषां मध्ये सजातीयत्वं नास्ति। न च गुणत्वजातिमत्वं सर्वेषां पूर्वोक्तानां तुल्यम् इति न दोष इति वाच्यं। हा, तर्हि पूर्वे यत्र रूपादीनां स्वाश्रये कपाले तत्र द्वितीय असमवायिकारणत्वस्य इति अपि इति एकं दृष्टान्तं दत्तम्, अपि च एकत्वं द्वित्वम् इति अपि अथवा ज्ञानम् इच्छा इत्यादिकम् उदाहरणानि दत्तानि, तत्रापि गुणत्वं जायते, परन्तु गुणः जायते स्वाधिकरणे, परन्तु सजातीयत्वं नास्ति, अतः तत्रापि दोषः अस्ति। गुणत्वेन एकत्वस्य द्वित्वं प्रति तत्र दोषः अस्ति, सजातीयं नास्ति। ज्ञानस्य इच्छां प्रति जनकत्वे तादृशगुणत्वस्य तादृश एव रूपादौ अपि सत्त्वात् तेनापि द्वित्व इच्छादीनाम् उत्पत्तिप्रसङ्गात्। हा, तदेव अत्र दत्तं, तत्र सजातीयत्वं नास्ति, अतः स्वाधिकरणे सजातीयगुण जनकत्वम् अत्रापि न दृष्टम् इति। महोदय, इतोपि किञ्चित् स्पष्टता भवेत् अत्र। अत्र प्रथमवाक्यद्वये पूर्वम् अस्माभिः यत् चिन्तितं तदेव अस्ति, तत्र द्वित्वे द्वित्वत्वम्, एकत्वे एकत्वत्वम् इति कृत्वा तयोः मध्ये इदानीं सजातीयत्वं नास्ति इति, तावत् एवमेव ज्ञाने ज्ञानत्वम्, इच्छायाम् इच्छात्वं, तर्हि सजातीयत्वं नास्ति इति बुद्धं। तर्हि इदानीं न इति आरभ्य वाच्यम् इति पर्यन्तं कस्य तन्मध्ये न वाच्यम् इति अस्ति खलु, न च वाच्यम् इति अस्ति खलु, न च इति आरभ्य अस्ति, अन्ते वाच्यम् इति अस्ति, तन्मध्ये यद् वाक्यमस्ति गुणत्वजातिमत्वं सर्वेषां पूर्वोक्तानां तुल्यम् इति न दोषः इति कः वदति? ओ, पूर्वपक्षी वदति। पूर्वपक्षी वदति, सत्यं, पूर्वपक्षी वदति। यत्र यत्र यदा भवन्तः व्याख्यानं पठन्ति तत्र सर्वत्र एतादृशं दृश्यते, न च वाच्यम्, तत्र शैली अस्ति, न च वाच्यम् इत्यस्मिन् इत्यत्र यद् अन्तर्भूतमस्ति वाक्यं, यद् यद् निहितमस्ति वाक्यं, तत् पूर्वपक्षिणः वाक्यम्। अस्तु, तर्हि पूर्वपक्षी अत्र आक्षेपं करोति, भवान् उक्तवान् तत्र सजातीयत्वं नास्ति इति, किन्तु सजातीयत्वम् अस्ति इति सः वदति। किम् आधारीकृत्य अत्र सजातीयत्वम् अस्ति इति सः वदति? वाक्यं पुनः एकवारं दृष्ट्वा वदतु। गुणत्वजातिमत्वं, हा, तावदेव तावदेव, गुणत्वजातिमत्वम् इत्युक्ते किम्? गुणत्वजातिमत्वम् एकत्वे एकत्वत्वम् इति जातिः अस्ति, किन्तु एकत्वत्वम् इति एव जातिः नास्ति। आम् आम्, गुणत्वजातिः अस्ति, गुणत्वजातिः, गुणत्वम् इति जातिः एकत्वे अस्ति, द्वित्वे गुणत्वम् इति जातिः अस्ति खलु, सर्वे गुणः एव, अतः एव सत्यम्। अस्तु, इतोपि अधिकं चिन्तयितुं शक्यते, अत्र एकत्वे एकत्वत्वम् इति जातिः अस्ति, अपि च तस्मादुपरि साक्षात् गुणं प्रति न गन्तव्यम्, एकत्वम् इति इति कस्य गुणस्य विभागः एकविधः अस्ति, एकत्वम् इति कस्य गुणस्य एकविधः अस्ति, कस्य गुणस्य एकविधः इत्युक्ते चतुर्विंशतिगुणेषु एकत्वमिति गुणः न उक्तं खलु, तत्र किम् उक्तम्? संख्या इति वा? सत्यं, हा, बहु समीचीनं. संख्या, तर्हि एकत्वमपि संख्या, द्वित्वमपि संख्या. आम् सत्यं. तर्हि संख्यात्वम् एकत्वे अस्ति, द्वित्वे अपि संख्यात्वमस्ति. आम् आम् सत्यं खलु? आम् सत्यं सत्यं. तर्हि कोऽपि वदति इदानीं संख्यात्वम् इति एकत्वे अपि अस्ति, किं द्वित्वे अपि अस्ति, तर्हि सजातीयत्वम् अस्ति, गुणत्वमपि एकत्वे अस्ति, गुणत्वमपि द्वित्वे अस्ति, तर्हि सजातीयत्वम् अस्ति. सत्यं. तर्हि सजातीयत्वं मया निरूपितं खलु, भवान् किमत्र अत्र दोषः अस्ति इति वदति इति पूर्वपक्षी आक्षिपति. एवमेव अत्र द्वितीय उदाहरणं किं, ज्ञानम् अपि च इच्छा. ज्ञाने यद्यपि ज्ञानत्वम् अस्ति, किन्तु ज्ञानम् इति कीदृशपदार्थः? ज्ञानम् इति अपि गुणः खलु? सत्यम्. इच्छा अपि? इच्छा अपि गुणः. तर्हि तयोः अपि गुणत्वम् इति सजाती अस्ति. आम् आम्. तर्हि ज्ञाने अपि गुणत्वमस्ति, इच्छायामपि गुणत्वमस्ति, तर्हि इदानीं ज्ञान इच्छयोः मध्ये गुणत्वम् आधारीकृत्य सजातीयत्वं मया निरूपितुं शक्यते खलु? आम् आम् सत्यम्. अतः एव सः वदति गुणत्वजातिमत्वम्. आम् आम् तुल्यं. गुणत्वम् इति जातिः तस्मिन् अस्ति, तयोः अस्ति इति कृत्वा गुणत्वजातिमत्वम् अस्ति तयोः. आम् अस्ति इति कृत्वा सजातीयत्वं मया निरूपितं, भवान् किमर्थम् अत्र दोषः अस्ति इति वदति इति पृच्छति. तर्हि इदानीं सिद्धान्ती वदति यदि एतादृशं भवान् वक्तुम् इच्छति तादृशं न च वाच्यं, न वदतु. अस्तु. किमर्थं किमर्थं मया न वक्तव्यं, किमर्थं पूर्वपक्षिणा तादृशं न वक्तव्यम् इति द्वितीयवाक्ये, यत्र यत्र न च वाच्यम् इति भवति तस्मात् द्वितीयवाक्ये तस्य उत्तरमस्ति. न दोषः इति पूर्वपक्षी वदति, भवतु इदानीमपि दोषः अस्ति इति द्वितीयवाक्ये सिद्धान्ती वदति. पुनः तद्वाक्यं पठतु. गुणत्वेन गुणत्वेन एकत्वस्य द्वित्वं प्रति अपि च ज्ञानस्य इच्छां प्रति जनकत्वे तादृशगुणत्वस्य रूपादौ अपि सत्त्वात्. एकनिमिषं महोदय, तत्र जनकत्वे तावत् किञ्चित् चिन्तयामः. गुणत्वेन एकत्वस्य द्वित्वं प्रति ज्ञानस्य इच्छां प्रति जनकत्वे इत्यस्य अर्थः कः? गुणस्य आधारेण गुणत्वम् इत्यनेन एकत्वस्य द्वित्वं प्रति अपि च ज्ञानस्य इच्छां प्रति तत्र तयोः मध्ये गुणत्वम् अस्ति सर्वेषां मध्ये, परन्तु अग्रे आयास्यति किम् अस्ति. न अग्रे अग्रे मास्तु, एतावत् अत्र किमस्ति इति इतोपि किञ्चित् स्पष्टतया गभीरतया गभीरचिन्तनं भवेत्. अस्तु अस्तु. ज्ञाने गुणत्वमस्ति, इच्छायामपि गुणत्वमस्ति, किन्तु ज्ञाने गुणत्वम् अस्ति इति कारणतः एव ज्ञानम् इच्छां जनयति वा? न जानामि तत् तद् गुणेन. मम प्रश्नः बुद्धः, यदि प्रश्नः बुद्धं तर्हि भवान् वक्तुं शक्यते उत्तरं. प्रश्नः कः इति चेत् ज्ञानस्य ज्ञाने गुणत्वम् अस्ति, तद् गुणत्वेन एव इच्छां जनयति वा न वा इति प्रश्नः. इत्युक्ते गुणत्वम् अस्ति इति कृत्वा गुणत्वमेव कारणम् इति यदि अस्ति, भिन्न उदाहरणमहं वदामि. इदानीं सुवर्णेन तत्र आभरणं क्रियते खलु, तर्हि सुवर्णे सुवर्णत्वम् अस्ति इत्यतः तस्य आभरण तेन आभरणं निर्मातुं शक्यते इति वा, नो चेत् सुवर्णे विद्यमान कश्चन माल्युबिलिटि इति अस्ति खलु, माल्युबिलिटि इति वदामः. तर्हि माल्युबिलिटि सुवर्णे अस्ति इति कृत्वा एव तस्य आभरणेन तत्र विकारः कर्तुं शक्यते. तर्हि यत्र यत्र माल्युबिलिटि अस्ति अतः एव रजतेनापि आभरणं निर्मातुं शक्यते. कापर् ताम्रम् इति स्वीकुर्मश्चेत् ताम्रेणापि तत्र आभरणं निर्मातुं शक्यते. तत्र इदानीं सुवर्णं रजतं ताम्रम् इति स्वीकुर्मः. तत्र रजते सुवर्णे सुवर्णत्वम् अस्ति इति कृत्वा तद् आभरणस्य कारणं नास्ति. तस्मिन् माल्युबिलिटि इति कश्चन गुणः अस्ति. तर्हि यत्र यत्र माल्युबिलिटि अस्ति तत्र तत्र आभरणं कर्तुं शक्यते तेन, नो चेत् तैः. तर्हि तत्र तादृशमस्ति, किन्तु अत्र ज्ञाने गुणत्वम् अस्ति इति कृत्वा ज्ञानमिच्छां जनयति इति चेत्, यथा सुवर्णे माल्युबिलिटि अस्ति तथा तेनैव कारणेन अत्र आभरणं निर्मातुं शक्यते इति वदामश्चेत्, यत्र यत्र माल्युबिलिटि अस्ति तत्र सर्वत्र एतादृशसमर्था भवेत् खलु. सत्यं तद् अस्ति एव अस्माभिः निरूपितं. तर्हि यत्र यत्र गुणत्वमस्ति तत्र तत्र इच्छा जायते इति चेत् इदानीं रूपे गुणत्वमस्ति वा? अस्ति अस्ति. हा तर्हि रूपेणापि इच्छा जायेत खलु. हा रूपेणापि द्वित्वम् इच्छादीनाम् उत्पत्तिः भवेत् परन्तु किन्तु न भवति खलु. न भवति. तर्हि यद्यपि तत्र सजातीयत्वम् अस्ति सजातीयत्वे कारणत्वं नास्ति. सत्यं यत् सजातीयं यत् यद्धर्मं स्वीकृति यत् या जातिं स्वीकृत्य सजातीयत्वं निरूपयामः तस्मिन् जातौ कारणत्वं नास्ति. तेन अन्यत् गुणस्य जनकत्वं न भवति. इति इदानीं पठति चेत् गुणत्वेन एकत्वस्य द्वित्वं प्रति ज्ञानस्य इच्छां प्रति जनकत्वे यदि गुणत्वे गुणे गुणत्वे जनकत्वम् अस्ति इति स्वीकुर्मः तादृशगुणत्वस्य रूपादौ अपि सत्त्वात् रूपादौ रूपे अपि तद् गुणत्वम् अस्ति एव. तेनापि रूपेणापि द्वित्व इच्छादीनाम् उत्पत्तिप्रसङ्गात् इत्युक्ते तादृशप्रसङ्गः करणीयः भवति. यथा इदानीं माल्युबिलिटि इत्यस्मिन् मया उक्तम्. सत्यं तर्हि आभरणस्य आभरणं सुवर्णात् आभरणम् इति सुवर्णेन आभरणम् इति वदामश्चेत् तत्र सुवर्णत्वं कारणं नास्ति. तस्मिन् विद्यमान माल्युबिलिटि एव कारणम् इति अस्ति. अतः इदानीमपि दोषः अस्ति. सजातीयत्वं कीदृशसजातीयत्वं वक्तव्यं यस्मिन् जनकत्वं कारणत्वमस्ति तादृशसजातीयत्वं वक्तव्यम्. सत्यम् एवमेव यानि यत्किमपि तत्र सर्वेषु मनुष्येषु मनुष्यत्वम् अस्ति इति कृत्वा अपि च प्राणित्वमपि अस्ति खलु. मनुष्याः अपि प्राणिनः. सत्यं परन्तु सर्वे तर्हि मनुष्यः अपि प्राणी इति कृत्वा तेनापि डयतुं शक्यते इति वक्तुं शक्यते वा? पक्षी अपि प्राणी, मनुष्यः अपि प्राणी. पक्षी डयते तर्हि मनुष्यः अपि मनुष्येनापि डयितुं शक्यते इति वक्तुं शक्यते न खलु? न सत्यं. तर्हि तत्र जनिक तत्र कारणत्वं समीचीनतया वक्तव्यं. वक्तव्यं सत्यं. पक्षिणी तादृश तादृशधर्मः अस्ति. तस्य विङ्ग् अस्ति यत्किमपि भवतु. तर्हि यत्किमपि वक्तुं वदति चेत् अहं न अङ्गीकरोमि. सजातीयत्वं तु अस्ति किन्तु तादृशसजातीये जनकत्वं नास्ति कारणत्वं नास्ति इति वदति. बुद्धं खलु? बुद्धं बुद्धम् अवगच्छन् समीचीनतया. तर्हि इदानीमपि दोषः अस्ति इत्युक्ते स्वाधिकरणे सजातीयगुणजनकत्वं क्व दृष्टम् इति प्रश्नस्य उत्तरम् एतावत् न दत्तं न दत्तं सत्यं हा बहु समीचीनं तर्हि अग्रे सरेम श्रियमहोदय पठति वा महोदय अतः न गुणत्वे साजात्यं प्रदर्श्य कार्यकारणभावः वाच्यः किन्तु तदपेक्षया न्यूनवृत्तिधर्मान् आदाय एव इति कथं शब्दस्य शब्दजनकता इति चेत् परामर्शस्य अनुमितिजनकत्वम् इव विशेषणज्ञानस्य विशिष्टज्ञानजनकत्वम् इव प्रकृते शब्दात् शब्दोत्पादसम्भवात् यदि दृष्टान्ते विषयांशे विलक्षणानां ज्ञानादीनाम् एव जनकत्वं दाष्टान्तिके तु ककारः ककारमेव जनयति इति आशङ्क्यते आशङ्क्येत तदा उपयान्तरेण क्लेशोऽयं समाधेयः इति आस्तां तावत् आस्तां तावत् अलम् अलम् इति अलं वा यत्किमपि वदतु तत्र एतादृशं स्वचिन्तनं कुर्वन्तु इति अर्थः अस्तु अत्र यद्यपि तत्र अस्माकं सजातीयं प्रदर्श्य कार्यकारणभाववाच्यः इत्युक्ते अत्र सजातीयम् उक्त्वा एव कार्यकारणभावः अस्मिन् प्रसङ्गे वक्तव्यः किमर्थम् इत्युक्ते शब्दः एव शब्दं जनयति सदा कथम् इति कृत्वा अन्य उदाहरणम् अस्ति वा अन्यस्मिन् स्थले तादृशस्वभावः अस्ति वा इति चेत् अत्र वदति परामर्शस्य अनुमितिजनकत्वम् इव विशेषणज्ञानस्य विशिष्टज्ञानजनकत्वम् इव प्रकृते शब्दात् शब्दोत्पादसम्भवात् अहं चिन्तयामि तत्र किमपि इदानीं घटं पश्यामः तत्र घटज्ञानम् अस्ति नीलः घटः इति अपि ज्ञानम् अस्ति विशेषणज्ञानम् इत्युक्ते नीलः घटः इति विशेषणं केवलं घटः इति ज्ञानं नास्ति तत्र नीलः घटः इति अस्ति तादृशमहं चिन्तयामि सम्यक् वा न जानामि विशिष्टज्ञानजनकत्वं अस्ति इति वदति तद् कथम् इति अहं न जानामि महोदय अस्तु अस्तु अत्र किञ्चित् अतः परामर्शः इत्युक्ते किम् इति अस्माभिः न पठितं खलु अनुमानप्रमाणम् एतावत् न पठितं किञ्चित् किञ्चित् दृष्टं खलु पूर्वमेव तत्र अनुमानम् इति करपत्रं पठितं सत्यं तर्हि परामर्शः इत्युक्ते किम् उदाहरणं वदति वा परामर्शः तत्र चत्वारि ज्ञानानि भवन्ति अनुमाने इति अस्माभिः अधीतं खलु सत्यं महोदय तत्र अहमेव स्मारयामि तत्र पक्षधर्मता ज्ञानम् इति एकं ज्ञानं ज्ञानस्य आकार एकनिमिषं तत्र क्रमेण गच्छेम अनुमाने चत्वारि ज्ञानानि भवन्ति प्रथमं पक्षधर्मता ज्ञानं तस्य आकारः कथम् इति चेत् हेतुः पक्षे अस्ति धूमः पर्वते अस्ति इति ज्ञानं धूमः पर्वते अस्ति पर्वतः धूमवान् इति ज्ञानं पक्षधर्मता ज्ञानं तदनन्तरं द्वितीयज्ञानं भवति व्याप्तिज्ञानं यत्र यत्र हेतुः तत्र तत्र साध्यं यत्र यत्र धूमः तत्र तत्र वह्निः इति द्वितीयं ज्ञानं तृतीयज्ञानम् अस्ति परामर्शः परामर्शस्य आकारः कः इति चेत् साध्यव्याप्यहेतुमान् पक्षः इत्युक्ते वह्निव्याप्यधूमवान् पर्वतः प्रथमपक्षधर्मताज्ञाने धूमवान् पर्वतः इत्येव ज्ञानं द्वितीयज्ञानं व्याप्तिज्ञाने यत्र यत्र धूमः तत्र तत्र वह्निः इति तयोः वह्निव्याप्यः धूमः इति द्वितीयज्ञानं वस्तुतः. तृतीयज्ञानं परामर्शे प्रथमज्ञानद्वयम् अपि मिलित्वा वदामः तावदेव. द्वितीयज्ञानम् इति नूतनज्ञानं किमपि नास्ति, किन्तु अत्र मिलित्वा वह्निव्याप्य धूमवान् पर्वतः, वह्निव्याप्य धूमः इति उक्तत्वात् अस्मिन् वाक्ये व्याप्तिः अपि अस्ति, धूमवान् पर्वतः इति उक्तत्वात् पक्षधर्मता अपि अस्ति. तर्हि वह्निव्याप्य धूमवान् पर्वतः इति परामर्शस्य उदाहरणमस्ति. तर्हि तत् स्वीकृत्य पश्येम. परामर्शस्य अनुमितिजनकत्वं, परामर्शे अनुमिति, यदा परामर्शः जायते तस्माद् अनन्तरम् अनुमितिः जायते, साध्यवान् पक्षः वह्निवान् पर्वतः खलु. तर्हि परामर्शे अनुमितिज्ञानजनकत्वमस्ति. तर्हि इदानीं परामर्शः इति कीदृशमस्ति, कीदृशपरार्थः परामर्शं ज्ञानम् अस्ति, ज्ञानात् ज्ञानं जनयति इदानीं. हा अस्तु, ज्ञाने किमस्ति, ज्ञानत्वम् अस्ति, ज्ञानत्वम् अस्ति. अनुमिति इति ज्ञाने, अनुमिति इति अपि ज्ञानं, तत्रापि ज्ञानत्वम् अस्ति. सत्यं. तर्हि इदानीम् एकः सन्दर्भः अस्माभिः प्रदर्शितः. तर्हि परामर्शः कुत्र जायते? परामर्शः यस्य अनुमतिज्ञानम् आवश्यकमस्ति तस्मिन् आत्मनि भवति. आत्मनि, आत्मनि इति वदतु. आत्मनि. तर्हि परामर्शः इति ज्ञानं कुत्र जायते? आत्मनि जायते. अनुमितिः कुत्र, अनुमिति इति ज्ञानं कुत्र जायते? तदपि आत्मनि एव भवति. हा तर्हि इदानीं स्व अधिकरणं खलु, कारणमपि आत्मनि अस्ति, कार्यमपि आत्मनि अस्ति. सत्यं. कारणे अपि ज्ञानत्वम् अस्ति, कार्ये अपि ज्ञानत्वम् अस्ति. कारणमपि गुणः, कार्यमपि गुणः. सत्यम्. इति कृत्वा इदानीम् अस्मिन् सन्दर्भे, अस्मिन् सन्दर्भे इत्युक्ते परामर्शेन अनुमितिज्ञानम् इत्यस्मिन् सन्दर्भे स्व अधिकरणसजातीयगुणजनकत्वं निरूपितं खलु. द्वयमपि एकस्मिन् अधिकरणे आत्मनि अस्ति. एकं द्वौ अपि ज्ञानत्वम् इति सजातिः अस्ति, अपि च द्वौ अपि गुणः, गुणौ गुणौ एव इति अत्र निमित्तत्रयमपि पूरितमस्ति, निकषात्रयमपि पूरितमस्ति. स्व अधिकरणम् एक समान अधिकरणमस्ति, सजातीयत्वम् अस्ति, अपि च गुणजनकत्वम् अपि अस्ति, गुणेन गुणजनकत्वम् इति वदामश्चेत् प्रकृते शब्दोत्पादसम्भवात्. तर्हि इदानीम् अन्यद् सन्दर्भः मया प्रदर्शितः, यत्र सजातीय स्वाधिकरणे गुणजनकत्वं मया निरूपितं, तथा अत्रापि. बुद्धं खलु? अवगतं महोदय. तर्हि इदानीं द्वितीयचिन्तनं भवान् एव करोतु. विशेषणज्ञानस्य विशिष्टज्ञानजनकत्वं तत्र चिन्तयतु. विशिष्टज्ञानं विशेषणज्ञानं विशिष्टज्ञानं इत्युक्ते उदाहरणं वदतु. तत्र अहं यदा उक्तवान् तत्र घटः अस्ति, घटसामान्यज्ञानं भवति, घटः अयं घटः इति सामान्यज्ञानम् अस्ति. न विशेष समीचीनतया न चिन्तयति. विशेषणज्ञानस्य विशिष्टज्ञानजनकत्वं, तर्हि विशेषणस्य ज्ञानेन विशिष्टस्य ज्ञानं भवति. इदानीं वदामि महोदय, इदानीं नीलः घटः इति वयं स्वीकुर्मश्चेत् तत्र विशेषणम् अस्ति नीलः, अतः एव अहं वदामि तादृश उदाहरणं न स्वीकरोतु इति. अस्तु महोदय, भिन्न उदाहरणं चिन्तनीयं. विशेषणज्ञानेन इदानीं घटः इति भवान् ज्ञातवान् खलु, नीलो घटः इत्यत्र. सत्यं. तर्हि तादृश इदानीं विशिष्टज्ञा विशेषणत्वेन विशिष्टज्ञानं नीलम् अत्र नीलरूपं यदस्ति तदेव घटः इति वक्तव्यं. किन्तु अत्र भवान् जानाति, तर्हि एतादृश उदाहरणं न स्वीकरोतु. अन्यद् उदाहरणं स्वीकरोतु यत्र विशेषणस्य ज्ञानमस्ति किन्तु विशिष्टः विशिष्टस्य ज्ञानं नास्ति, तादृश उदाहरणं स्वीकरोतु. विशिष्टस्य ज्ञानं नास्ति, अस्तु अहं वदामि एकम् उदाहरणम्. इदानीं भवान् पृच्छति, चिन्तयतु, मेहुल् महोदयेन भवान् मेहुल् महोदयं दृष्टवान् वा? न दृष्टवान् खलु? न न पूर्वं न दृष्टवान्. अस्तु, तर्हि इदानीं यस्मिन् को यस्मिन् को कोष्टके इत्युक्ते रूम् रूम् इत्यस्य किं महोदय? प्रकोष्ठ. यस्मिन् प्रकोष्ठे भवान् अस्ति तस्मिन्नेव प्रकोष्ठे मेहुल् महोदय अपि अस्ति इति चिन्तयतु. तर्हि कोऽपि पृच्छति भवान्, कं पृच्छति भवान्, कः मेहुल् महोदय? तेन सह मह सम्पर्कः भवेत्. तर्हि कः मेहुल् महोदय इति भवान् पृच्छति, तर्हि तत्र कोऽपि वदति यस्मिन् शिरसि ह्याट् अस्ति, टोपिका अस्ति, सः मेहुल् महोदयः इति वदति. ह्याट् टोपिका भवान् जानाति, तर्हि इदानीं टोपिकवान् मेहुल् महोदयः इति कोऽपि इति अहं वदामि चेत् इदानीं टोपिका विशेषणं भवति. सत्यं. तेनैव पृथक् क्रियते खलु. यदि सर्वेषां शिरसि टोपिका अस्ति तर्हि तद् उपयुज्य विशेषणत्वेन उपयुज्य मेहुल् महोदयस्य परिचयं मया न दातुं शक्यते. तर्हि एकः एव अस्ति अस्मिन् प्रकोष्ठे यस्मिन् शिरसि टोपिका अस्ति, तर्हि तत् टोपिकां विशेषणत्वेन प्रयुज्य अहं वक्तुं शक्यते खलु. टोपिकावान् मेहुल् महोदयः इति. तर्हि अत्र अस्मिन् सन्दर्भे किं जातं? विशेषणज्ञानेन अत्र टोपिका एव विशेषणं. सत्यं. नो चेत् दण्डी अत्र अत्र किमिति प्राचीन उदाहरणं भवति दण्डी देवदत्तः इति. दण्डः अस्ति सः एव देवदत्तः. तर्हि विशेषणज्ञानेन विशिष्टस्य विशेष्यस्य ज्ञानं, विशिष्टः इत्युक्ते विशेष्यम्. विशिष्टम् इत्युक्ते विशेष्यं वा? अस्तु, विशेषणेन विशिष्टः भवति खलु. अस्तु, तर्हि विशेषकः भवति विशेषणं, विशिष्टः भवति विशेष्यम्. अस्तु महोदय. आश्रितः इति वदामः खलु, आश्रयः आश्रितः इति वदामः, अत्र तप्रत्ययः प्रयुक्तः अस्ति विशिष्टः इत्यत्र. सिष् धातोः तावदेव. तर्हि विशिष्टः इत्युक्ते यस्य विभागः कृतः सः एव विशिष्टः. येन क्रियते तद्विशेषणं, तद्विशिष्टं भवति, नो चेत् विशेष्यं भवति. अवगतम्. तर्हि इदानीं वदतु विशेषणज्ञानस्य विशिष्टज्ञानजनकत्वं तर्हि प्रतिपादयतु. इदानीं यथा भवान् उक्तवान् तत्र कार्यं किं तत्र इदानीं कारणमस्ति तत्र विशेषणं विशेषज्ञानं इत्युक्ते तत्र शिरस्त्रवान् अथवा शिरस्त्रवान् महोदयः इति अस्ति चेत् तत्र शिरस्त्रस्य ज्ञानं विशिष्टज्ञानं विशेषणज्ञानम् अस्ति. तेन ज्ञानेन विशेषज्ञानम् अस्ति, तेन ज्ञानेन विशिष्टः अस्ति महोदय, महोदयम् अहं जानामि इति कृत्वा. कारणं किं, कार्यं किम्? एकमेव कारणम् अस्ति, प्रथमं ज्ञानम् अस्ति तत्र विशेषणस्य ज्ञानं, चिरस्थस्य ज्ञानं, तेन ज्ञानेन तत्र विशेष्यस्य ज्ञानं प्राप्तवान् अस्मि, महोदयस्य ज्ञानं प्राप्तवान् इति कृत्वा. कारणं किमिति चेत् विशेषणज्ञानम्, कार्यं किम् इति चेत् विशिष्टज्ञानम्. विशिष्टज्ञानं खलु? सत्यं महोदय. तर्हि इदानीं विशेषणज्ञानं कुत्र अस्ति? तत्र विशेष द्वयमपि अधिकरणे आत्मनि अस्ति. सत्यं, तर्हि समान अधिकरणं साधितम्. एकं ज्ञानं विशेषणज्ञाने ज्ञानत्वम् अस्ति, विशिष्टज्ञाने ज्ञानत्वम् अस्ति. सत्यं. तर्हि सजातीयत्वम् अपि निरूपितं. ज्ञानमिति गुणः, विशेषणज्ञानमिति अपि गुणः, विशिष्टज्ञानमिति अपि गुणः. तर्हि गुणजनकत्वमपि निरूपितं खलु? गुणजनकत्वम् अस्ति, सजातीयत्वम् अस्ति, समानाधिकरणमपि अस्ति. हा, तर्हि इदानीं द्वितीयः सन्दर्भः मया प्रदर्शितः. अस्तु महोदय, अवगतम्. हा, तर्हि अत्र वस्तुतः द्वितीयः इति नास्ति, ज्ञानेन ज्ञानजनकत्वं, ज्ञानेन अन्यज्ञानं जायते चेत् तत्र सर्वत्र स्व अधिकरण सजातीयगुणजनकत्वम् अस्ति एव इति कृत्वा अत्रापि तादृशं भवितुमर्हति. तर्हि इदानीं यथा ज्ञानेन अन्यज्ञानं जायते, परामर्शज्ञानेन अनुमितिज्ञानं जायते, विशेषणज्ञानेन विशिष्टज्ञानं जायते, तथा शब्देन शब्दः अपि जायते. शब्दः अपि पुनः शब्दः अपि अधिकरणे अस्ति, कार्यमपि अधिकरणे आकाशे अस्ति, कारणमपि आकाशे अस्ति, कार्यकारणौ द्वयोपि गुणौ, अपि च तयोः शब्दत्वमिति एकसजातीय सजातीयत्वमस्ति. अवगतं महोदय, अवगतम्. इति कृत्वा अहम् एवमेव किमपि तत्र आश्चर्य इत्युक्ते बेस्लेस् चिन्तनं न करोमि, कल्पना न करोमि, अत्र बेसिस् अस्ति, प्रमाणमस्ति इति सिद्धान्ती वदति. अस्तु, अस्मिन्नेव सन्दर्भे इदानीं भवानेव चिन्तयतु, अहं चिन्तयामि, मम चिन्तनं किञ्चित् भिन्नमस्ति, एतावत् अत्र ज्ञानं स्वीकृत्य एव निरूपणीयम् इति नास्ति. एकत्वं द्वित्वं तत्रैव एतत् साधयितुं शक्यते इति अहं चिन्तयामि. भवतः चिन्तनं किम्? तत्र संख्यात्वम् अस्ति, संख्यात्वम् इति स्वीकुर्मश्चेत् केवलम् एकत्वम् अथवा द्वित्वत्वम् इति पृथक् कुर्मश्चेत् तत्र प्रश्नः भवति. सत्यं, तु सङ्ख्यात्वम् इति स्वीकुर्मश्चेत् एकत्वम् एकत्वे अपि सङ्ख्यात्वमस्ति, द्वित्वे अपि सङ्ख्यात्वमस्ति, किन्तु सङ्ख्यात्वे जनकत्वम् अस्ति इति वा चिन्तनीयं. गुणत्वे जनकत्वं नास्ति इति अस्माभिः चिन्तितं खलु? गुणत्वे जनकत्वं नास्ति इत्युक्ते तत्र गुणत्वम् अस्ति इति कारणतः अन्यद्गुणं जायते इति नास्ति, किन्तु सङ्ख्यात्वे तादृशम् अस्ति वा इति परिशीलयतु. तत्र एकत्वमेव कारणत्वम् इति द्वित्वस्य कारणं, सङ्ख्यात्वं केवलं सङ्ख्यात्वम् अस्ति चेत् सङ्ख्यात्वम् अस्ति इति कृत्वा इदानीं गुणत्वम् अस्ति इति कृत्वा अन्यं गुणं जनयति इति प्रश्नः उदेति अपि. इदानीं सङ्ख्यात्वम् अस्ति इति कृत्वा अन्यं कथं अन्यं गुणं वा कथं जनयति? तत्र एकत्वम् अस्ति, एकत्वे सङ्ख्यात्वम् अस्ति, इदानीम् एकत्वं द्वित्वस्य कारणम्. अस्तु, अस्य प्रश्नस्य उत्तरार्थं कथं चिन्तनीयं महोदय? यदि अतः एव अहम् उपायं वदामि कथं चिन्तनीयम् इति. तत्र जातौ कारणत्वम् अस्ति वा इति चिन्तनार्थम् एकत्वे गुणत्वम् अस्ति, द्वित्वे अपि गुणत्वम् अस्ति. तर्हि गुणत्वं नास्ति चेत् एकत्वेन द्वित्वं जातुम् अर्हति वा? जायते खलु. तत्र गुणत्वम् अस्ति चेदपि नास्ति चेदपि एकत्वेन गुणत्वं तत्र द्वित्वं जातुम् अर्हति. तत्र यदा जाति यदा द्वित्वं भवति तत्र द्वित्वस्य जाति अपि भवति खलु महोदय? न न भवति इति सत्यं, किन्तु अस्तु इदानीं पश्यतु प्रथम असमवायिकारणं किम्? उदाहरणं प्रथम असमवायिकस्य रूपात् संयोगात् घटः. हा अस्तु पश्यतु अत्र पश्यतु संयोगः इति गुणः. तर्हि गुणेन किं जायते? गुणेन तत्र घटः इति द्रव्यं. हा गुणेन द्रव्यं जायते खलु. सत्यं. तर्हि गुणेन द्रव्यं जायते इति कृत्वा अत्र संयोगः इति गुणः इति कृत्वा घटः जातः इति नास्ति. तत्र गुणत्वस्य किमपि मयि महत्त्वं नास्ति. सत्यं तत्र गुणत्वस्य महत्त्वं नास्ति. सत्यं नास्ति खलु. गुणेन द्रव्यं जायते तत्र गुणत्वम् अस्ति. तत्र गुणत्वस्य महत्त्वं संयोगः इति गुणः इति कृत्वा एव अत्र घटः इति द्रव्यं जायते इति न वक्तुं शक्यते. अत्र किमपि सम्बन्धः नास्ति. तथा एकत्वे गुणत्वम् अस्ति इति कृत्वा एकत्वेन द्वित्वम् इति गुणः जायते इति न. एकत्वमेव स्वयं कारयति. सत्यं. किन्तु यदि एकत्वे सङ्ख्यात्वं नास्ति तदा द्वित्वम् इति सङ्ख्यां जनयितुं शक्यते वा? न जनयति. सत्यं सत्यं. हा इति कृत्वा इदानीं किं जातं? सङ्ख्यात्वम् अस्ति. यदि सङ्ख्यात्वं स्वीकुर्मः तर्हि परामर्शः वा विशेषणज्ञानं वा इति तावत् न चिन्तनीयम्. इदानीम् एकत्वेन द्वित्वं यद् जायते तत्र एक अधिकरणत्वम् अस्ति, घटः एव अधिकरणं. सजातीयत्वम् अस्ति, सङ्ख्यात्वम् अपि च गुणत्वमपि अस्ति, गुणजनकत्वमपि अस्ति. इति कृत्वा तत्रापि एतादृशं वक्तुं शक्यते इति अहमेव ऊहां करोमि. गुणजनकत्वं तत्र गुणजनकत्वम् अस्ति खलु. सत्यं. गुणेन पूर्वपक्षी किम् उक्तवान्? गुणमत्वम् इति उक्तवान्. गुणत्वमत्वम् इति उक्तत्वात् यदि गुणत्वम् इति स्वीकुर्मः तत्र कारणत्वं नास्ति, किन्तु सङ्ख्यात्वम् इति स्वीकुर्मः सजातीयत्वेन तत्र निश्चयेन कारणत्वमस्ति. किमर्थं? द्वित्वमपि सङ्ख्या, सङ्ख्यया एव अन्या सङ्ख्या जायते खलु. एकत्वमिति सङ्ख्या, यदि एकत्वमिति सङ्ख्या नास्ति तर्हि कथं वा तद् गुण द्वित्वमिति सङ्ख्यां जनयति? न जनयति खलु. सङ्ख्या हा यथा पूर्वस्मिन् उदाहरणे मया उक्तं सुवर्णेन आभरणं जायते इत्यत्र मेन्युबिलिटि इति अस्ति, किन्तु सुवर्णेन सुवर्णाभरणं जायते इति अहं वदामि चेत् तत्र सुवर्णत्वस्य महत्त्वमस्ति. नो चेत् सुवर्णाभरणं कथं वा जायते? स्वर्णत्वं भवेत् अथवा स्वर्णाभरणं तदा अत्र सङ्ख्यात्वम् इति अस्ति. तर्हि तेनापि निरूपयितुं शक्यते इति अहं चिन्तयामि. सम्यक् अस्ति. अस्तु समीचीनं. मेरुल् महोदय बुद्धं खलु? आम् आं महोदय बुद्धं. शिवराम महोदय उदाहरणद्वयं अनुमितिजनकत्वम् अतः अपि च विशेषणज्ञानं सत्यं. किन्तु इदानीं यद् मया उक्तं तत्र सङ्ख्यात्वं स्वीकृत्य तदपि भवान् अङ्गीकरोति खलु? क्लेशः नास्ति. आमां सत्यं. सङ्ख्यात्वमिति स्वीकुर्मः चेत् तेन एव द्वित्वं जायते, अतः सजातीयत्वम् अस्ति अपि च समान अधिकरणमपि अस्ति एतत् रीत्या पश्यामः. सत्यं, यदि यदि एकत्वे सङ्ख्यात्वं नास्ति कथं वा द्वित्वं यस्मिन् सङ्ख्यात्वम् अस्ति तद् जायते, जायेत न जायते खलु. तर्हि सङ्ख्यात्वं स्वीकृत्यापि अत्र साधयितुं शक्यते. तर्हि एतावत् चिन्तनस्य आवश्यकता नास्ति, भवतु इतोपि सन्दर्भाः लब्धाः तावदेव. अस्तु, अग्रे गच्छेम. शिवराम महोदय, भवान् पठति वा? आम्. तर्हि इदानीं सम्पूर्णचिन्तनं कृतं शब्दस्य विषये. इदानीम् अग्रिमगुणः अस्ति बुद्धिः, ज्ञानम् इति. किमिति महोदय? अन्तिमवाक्यम् अस्ति तत्र, यदि दृष्टान्ते विषयत्वं दाष्टान्तिके तु ककारः ककारमेव जनयति इति आशङ्क्यते, आशङ्क्येत. यदि दृष्टान्ते विशेष अंशः अंशे विलक्षणानां ज्ञानादीनामेव जनकत्वं, विशेष अंशविलक्षणानां ज्ञानादीनां, दृष्टान्त अस्ति तत्र विशेषज्ञानेन विशिष्टज्ञानं, तत्र विलक्षणानां ज्ञानादीनां जनकत्वम् अस्ति, दाष्टान्तिके तु ककारः ककारमेव जनयति. यदि का इति शब्दः ककारः ककारमेव जनयति, विशिष्टककारम् इति किमपि नास्ति. समान ककारयोः मध्ये कः भेदः शक्यते खलु? तर्हि इतोपि अत्र प्रश्नः अस्ति. वस्तुतः परामर्शज्ञानेन अनुमितिज्ञानं जायते, विशेषणज्ञानेन विशिष्टज्ञानं जायते. तर्हि ज्ञानयोः मध्ये भेदः अस्ति, किन्तु अस्मिन् प्रकृतसन्दर्भे ककारेण साक्षात् ककारः एव जायते. ककारेण चकारः जायते चेत् भवतु, चकारः अपि शब्दः, चकारः अपि शब्दः, किन्तु यदा अहं ककार का इति उच्चारयामि तदा भवानपि का इति एव श्रूयते, फार्चुनेट्लि. नो चेत् क्लेशः भवति. तर्हि तत्र एतादृशप्रश्नः यदि आशङ्का करोति तदा उपायान्तरेण क्लेशः अयं समाधेयः. तर्हि इदानीं तत्र गृहपाठत्वेन वयमेव चिन्तनीयम्. अस्तु महोदय. अस्तु, वयं चिन्तयामः. अहमपि न चिन्तितवान्, अग्रिमवर्गे इतोपि चिन्तनं कृत्वा अस्य समाधानं प्राप्तं वा इति चिन्तयामः. अस्तु, कथं वा एकेन ज्ञानेन एकमेव ज्ञानं जनयति इति. सम्यक्. अस्तु, तर्हि अग्रे गच्छामि. सर्वव्यवहारहेतुः गुणः ज्ञानं बुद्धिः, सा द्विविधा स्मृतिः अनुभवश्च. बुद्धिलक्षणे समासविचारः. बुद्धिं लक्षयति. अग्रे पठनात् पूर्वं तत्र लक्षणवाक्यमस्ति खलु, तत्र किं किम् अवगच्छति इति वदति वा? सर्वव्यवहारहेतुः गुणः ज्ञानम्, अत्र बुद्धिः इति गुणः अस्ति, तत्र दलद्वयं भवति वा, सर्वव्यवहारहेतुः तथा ज्ञानम् इति? न, ज्ञानम् इत्युक्ते बुद्धिः, तत्र पर्यायपदमस्ति. बुद्धिः इत्युक्ते किमर्थम् अत्र बुद्धिः इति उक्तम् इति चेत् अत्र चतुर्विंशति मूलग्रन्थे उक्तं, तत्र बुद्धिः इति उक्तं, न तु ज्ञानम्. किन्तु अत्र ज्ञानम् इति लक्षितम्. अस्तु, अत्र दलद्वयमस्ति. सर्वव्यवहारहेतुः, हा, द्वितीयं गुणः वा? सत्यं, सर्वव्यवहारहेतुत्वम् इति एकं गुणं, गुणत्वम् इति द्वितीयं गुणत्वम्. आम् आम्. अस्तु, तर्हि सर्वव्यवहारहेतुत्वम् इत्युक्ते किम्? सर्वव्यवहार व्यवहार नाम प्रयोगः न ज्ञानजनकप्रयोगः शब्दप्रयोगः ज्ञानजनकशब्दप्रयोगः अशब्दप्रयोगः व्यवहार नाम ज्ञानजनकशब्दप्रयोगः अस्तु अत्र अत्र व्यवहारः कः न प्रश्नः न अवगतः अस्तु अत्र अतीतादिव्यवहारहेतुः कालः इति उक्तं खलु तर्हि अत्र अतीतादिव्यवहारहेतुः कालः इत्यत्र व्यवहारः कः व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः शब्दप्रयोगः कः इति चेत् तत्र अतीतः अतीतः इति शब्दप्रयोगः ज्ञानं जनयति अन्यस्मिन् एवम् अस्मिन् वाक्ये शब्दप्रयोगः कः शब्दप्रयोगः अत्र शब्दप्रयोगात् ज्ञानमस्ति वा शब्दप्रयोगात् जनयति वा नास्ति जायते आम् जनयति आम् खलु अतीतादिव्यवहारहेतुः कालः इत्यत्र यदि घटः अतीतः इति अहं व्यवहारं करोमि शब्दप्रयोगं करोमि तदा श्रोतुः आत्मनि ज्ञानं जायते एषः घटः इदानीं नास्ति सः अतीतः इति तदा अस्मिन् वाक्ये सर्वव्यवहारहेतुर्गुणः ज्ञानम् इत्यस्मिन् वाक्ये व्यवहारः इति पदं प्रयुक्तं व्यवहारः इत्यस्य अर्थः कः शब्दप्रयोगः इति अर्थः कीदृशशब्दप्रयोगः अत्र शब्दप्रयोगस्य उदाहरणं दत्तं वा यथा कालस्य रक्षणे अतीतः इति उदाहरणं दत्तम् अत्र अस्मिन् वाक्ये तादृश उदाहरणं दत्तं वा न नास्ति तर्हि सर्व इति पदं कीदृशपदमस्ति सर्व इति उदाहरणं नास्ति वा सर्व सर्व इति विशेषणमस्ति वा कस्य ज्ञानजनकशब्दप्रयोगस्य नाम व्यवहारस्य उदाहरणम् अस्ति न सर्व इति विशेषणमस्ति क्षम्यतां यदि यदि सर्व इति तत्र व्यवहार शब्दप्रयोगस्य उदाहरणम् इति वदामः तर्हि वाक्यस्य अवगमनं कथं भवति सर्वव्यवहारः वा सर्वे व्यवहारः नास्ति नास्ति अस्तु अत्र कथं वक्तव्यम् इति चेत् अतीतादिव्यवहारहेतुः कालः इत्यत्र सरलरीत्या सामान्यव्यवहारभाषया वक्तव्यं चेत् अतीतः इति यदा अहं शब्दप्रयोगं करोमि अतीतः इति यदा अहं शब्दप्रयोगं करोमि तदा श्रोतुः मनसि ज्ञानं जायते तादृशज्ञानस्य यदा जायते तत् ज्ञानस्य कारणं किम् अतीतः इति शब्दप्रयोगः अतीतः इति शब्दप्रयोगः किम् आधारीकृत्य मया क्रियते इति चेत् कालम् आधारीकृत्य तदा सर्वव्यवहारहेतुर्गुणः ज्ञानम् इत्यत्र सर्व इति यदा अहं शब्दप्रयोगं करोमि तदा अन्यस्मिन् आत्मनि ज्ञानं जायते तर्हि तादृश सर्व इति शब्दप्रयोगस्य आधारमस्ति ज्ञानम् इति भाति किन्तु अत्र तादृश अर्थः न सङ्गच्छते खलु प्रश्नः कः इति बुद्धं वा महोदय न महोदय प्रश्नं न बुद्धम् अस्तु तर्हि भवानेव स्वशब्दैः वदतु अतीतादिव्यवहारहेतुः कालः इति अस्ति खलु तत्र व्यवहार इत्यस्मिन् स्थाने शब्दप्रयोगः इति स्थापयतु स्थापयित्वा सामान्यभाषायां वाक्यं वदतु प्रयत्नं करोतु इदानीम् अतीतः अति यः शब्दप्रयोगः अतीतः इति नास्ति नास्ति यः शब्दप्रयोगः अतीतः नास्ति अतीतः इति शब्दप्रयोगः इति इदानीं शिवराम शिवराम इति भवतः नाम आमामाम् तर्हि इति इति वदामः चेत् अतीतादि इति व्यवहारः अतीतादि इति व्यवहारः अतीतः अति आदिपदमपि त्यजामः इदानीम् अतीतः इति व्यवहारः इति व्यवहारः तत्र व्यवहारः इत्युक्ते किं वक्तव्यं व्यवहारस्य स्थाने शब्दप्रयोगः शब्दप्रयोगः इत्युक्ते किम् अतीतः इति यदा अहं वदामि इति भवति खलु वाक्यम् अतीतः इति यदा अहं वदामि भवतः आत्मनि ज्ञानं जायते इति तादृशं भवति वाक्यम् एवं यथा अत्र तत्र भवता उक्तम् इदानीम् अत्र सर्वव्यवहारहेतुः गुणः ज्ञानम् इत्यत्रापि व्यवहारः इत्युक्ते किं शब्दप्रयोगः कीदृशशब्दप्रयोगः अत्र कृतः शब्द ज्ञानजनकशब्दप्रयोगः न अत्र शब्दः कः शब्दः मया उक्तः तेन भवतः आत्मनि ज्ञानं जायते कालस्य लक्षणे अतीतः इति शब्दः मया उक्तः खलु आमाम् एवम् अत्र कीदृशशब्दः मया उक्तः सर्वव्यवहार इति न अत्र व्यवहार इति पदं न वक्तव्यं खलु महोदय शब्द व्यवहार इत्युक्ते शब्दप्रयोग एव खलु मेहुल् महोदय भवान् वदतु पूर्ण सर्वव्यवहारहेतु हेतुर्गुणः ज्ञानम् इति वाक्ये खलु वाक्ये कः शब्दः ज्ञानं जनयति इति खलु जनयति यस्य शब्दस्य ज्ञानं कारणं भवति यस्य शब्दस्य ज्ञानं कारणं भवति अस्तु मेहुल् महोदय भवानेव पुनः तत्र अतीतादिव्यवहारहेतुः कालः इति अस्ति खलु तस्मिन् तद् लक्षणवाक्यं सामान्यरीत्या वदतु सामान्यभाषायां वदतु अतीत इति शब्दजनकप्रयोगेन अत्र जनक इनक इति तत्र तादृशपारिभाषिकशब्दः केवलं सामान्यभाषायां वदतु अतीत इति शब्दस्य प्रयोगेन कालस्य लक्षणं कृतम् अथवा कालः वयं ज्ञातुं शक्नुमः न महोदय अस्तु सीता महोदय भवान् प्रयत्नं करोतु तत्र घटः अतीतः इति वदामश्चेत् अतीतशब्देन ज्ञानं जनयति मनसि कारणं भवति अतीतः इति शब्देन अहं जानामि घटः अतीतः इति मम मनसि भवान् वदति चेत् मम मनसि ज्ञानं भवति तस्य कारणम् अस्ति कालः कस्य कारणमस्ति मम मनसि यत् ज्ञानम् अस्ति तस्य कारणं नास्ति भवान् वदति तद् भवान् शब्दप्रयोगं करोति तदा मम मनसि ज्ञानं भवति ज्ञानस्य कारणं किम् इदानीं मम मनसि यद् ज्ञानम् अस्ति तस्य कारणं भवता उक्तः शब्दप्रयोगः तस्य महोदय अधिकं मा वदतु क्लेशः भवति अस्तु महोदय तर्हि इदानीं कार्यमस्ति भवतः आत्मनि जायमानज्ञानं खलु कार्यमस्ति ज्ञानं कारणं किं तत्र कालः शब्दप्रयोगः शब्दप्रयोगः शब्दप्रयोगस्य कारणम् अस्ति कालः हा इति अस्माभिः निरूपितं खलु शब्दप्रयोगनिष्ठकार्यतानिरूपितकारणताश्रयः इति सत्यं तर्हि शब्दप्रयोगे कारणता अपि अस्ति कार्यता अपि अस्ति तर्हि ज्ञानम् इति कार्यं तस्य कारणमस्ति शब्दप्रयोगः पुनः शब्दप्रयोगः इति कार्यं तस्य कारणमस्ति कालः खलु सत्यं तर्हि तत्र सामान्यवाक्यं कथं वदामः अतीतः इति यदा अहं वदामि भवतः मनसि आत्मनि ज्ञानं जायते खलु तर्हि शब्दप्रयोगस्य तादृशशब्दप्रयोगः अतीतः इति शब्दप्रयोगस्य कारणम् अस्ति कालः इति वाक्यद्वयम् उक्तं खलु तत्र. आम् आम्. एवम् अत्रापि अत्र वाक्यं पश्यतु, सर्वव्यवहारहेतुर्गुणः ज्ञानम् इति अस्ति. यथा कालस्य विषये उक्तं तदा अत्र वक्तुं शक्यते वा इति प्रश्नः. इदानीं सर्वं कथं व्यवहारः सर्वम् इति अहं जानामि चेत् कथं व्यवहारः सर्वम् इति जानाति इति किमर्थं वदति? सर्व इति व्यवहारः शब्दप्रयोगः क्रियते चेत् यथा सर्व इति वदामश्चेत् सत्यं सर्व इति व्यवहारं कुर्मः. कृपया तादृशं वदतु, इतोपि अधिकं चिन्तनं मास्तु. सामान्यरीत्या यथा तत्र उक्तं तथा अत्र उक्त्वा तदनन्तरम् अर्थबोधः जायते वा न वा इति चिन्तयामः. इदानीं सर्वम् इति भवान् वदति चेत् मम मनसि कस्य सर्वं किं सर्वम् इति संशयः भवति. अस्तु हा इति अस्ति खलु, तर्हि सर्वम् इति शब्दप्रयोगः मया क्रियते चेत् भवतः मनसि ज्ञानं जायते वा? प्रथमं ज्ञानम् अस्ति तु संशयात्मकम् अस्ति, तत्र किं वक्तुम् इच्छति? सर्वम् इति पदं प्रयोगं करोमि चेत् सर्वम् इति मया उक्तं, तर्हि भवतः मनसि इदानीं सर्वम् इति ज्ञानं जातं. सत्यं खलु? सत्यं. सर्वं किम् इति भवता न ज्ञातं, भवतु तत्र संशयं किमपि नास्ति. सर्वम् इति तावदेव अहं वदामि चेत् सर्वम् इति ज्ञानं, सर्वम् इति पदस्य अर्थः यदर्थः अस्ति तद् ज्ञानं भवतः मनसि जातं खलु? सत्यं सत्यं. तर्हि इदानीं सर्वम् इति शब्दप्रयोगः मया कृतः, तेन सर्वम् इति ज्ञानं भवतः आत्मनि जातं, तस्य पदार्थस्य ज्ञानं जातं. किन्तु सर्वम् इति पदप्रयोगस्य शब्दस्य ज्ञानम् आत्मनि विद्यमानज्ञानम् इति गुणः कारणं वा? कथं न न नास्ति खलु? नास्ति नास्ति. हा तर्हि अतीतादिव्यवहारहेतुः कालः इति यत्र तस्मिन् सन्दर्भे यथा अस्माभिः अवगतं कदा अवगतम्? अतीतः इति पदम् इति शब्दप्रयोगः यदा मया क्रियते तदा भवतः आत्मनि ज्ञानं जायते, तस्य शब्दप्रयोगस्य कारणं कालः इति यदा तत्र अवगच्छामः तदा अत्र न अवगन्तुं शक्यते. अत्र तादृश सर्वम् इति शब्दप्रयोगः यदा मया क्रियते तदा सर्वम् इति शब्दस्य ज्ञानं भवतः मनसि जायते, तर्हि सर्वम् इति पदस्य इति पदं प्रयोक्तुं कारणम् आत्मनि विद्यमानज्ञानम् इति वदामश्चेत् किमपि ज्ञानं न जायते अत्र. अस्य अर्थं किमपि नास्ति. नास्ति इति कृत्वा तदेव मम आशयः अस्ति. तर्हि यदा अतीतादिव्यवहारहेतुः कालः इत्यस्मिन् सन्दर्भे लक्षणवाक्यम् अस्माभिः अधीतम् अवगतं तादृशम् अत्र न अवगन्तुं शक्यते. एवमेव प्राच्यादिव्यवहारहेतुः दिक् इत्यत्र यथा अवगतं तथा अत्र न अवगन्तुं शक्यते. भिन्नरीत्या अत्र लक्षणवाक्यस्य अवगमनं कर्तव्यम्. उक्तं खलु अत्र प्रश्नः कः? अवगतं शिवराम महोदय, अवगतं वा? आमां महोदय. हा मेहुल् महोदय, आम् अवगच्छामि महोदय. हा तर्हि एतादृश तर्हि अत्र भिन्नरीत्या चिन्तनीयं. यथा कालस्य लक्षणे दिशः लक्षणे अस्माभिः चिन्तितं तदा अत्र चित्रनिर्माणं कुर्मश्चेत् तत्र कथं वा चित्रनिर्माणं कृतम्? अतीतत्वम् अतीतत्वं कुत्र अस्ति? घटे अस्ति. तर्हि घटनिष्ठविषयता निरूपित अतीतत्वावच्छिन्न अतीतत्वनिष्ठप्रकारतानिरूपक ज्ञाननिष्ठकार्यतानिरूपित शब्दप्रयोगनिष्ठकार्यता इति तादृशम् उक्तं खलु? तादृशम् अत्र न वक्तुं शक्यते. प्रथमं सर्वम् इति कुत्र अस्ति? किं कुत्रापि नास्ति, कुत्रापि नास्ति खलु? सर्वं ज्ञानस्य जनकः न भवति इत्युक्ते सर्वम् इति पदमस्ति किन्तु सर्वं कुत्र अस्ति सर्वे प्रकारता भवेत् अन्यस्मिन् तत्र आश्रयत्वं भवेत् किन्तु तादृशं किमपि नास्ति अत्र अत्र यथा कालस्य लक्षणे चित्रम् अस्माभिः निरूपितं दिशः लक्षणे निरूपितं तदा अत्र न वक्तुं शक्यते तथा अपि अत्र व्यवहारः इति पदं प्रयुक्तमस्ति तर्हि भिन्नरीत्या अत्र अवगमनं कर्तव्यम् इति तावद्बुद्धं कथं वा अवगन्तव्यम् इति न ज्ञातम् एतावत् किन्तु भिन्नरीत्या अवगन्तव्यम् इति तावद्बुद्धं खलु अस्तु तर्हि इदानीं प्रश्नः कः अस्मिन् लक्षणवाक्ये अवगमने प्रश्नः कः इति क्लेशः कः इति अस्माभिः ज्ञातम् अस्तु सा द्विविधा स्मृतिः अनुभवश्च तर्हि ज्ञानस्य एव स्मृतिः इति एकं नाममस्ति अनुभवः इति द्वितीयं नाममस्ति अस्तु तर्हि इदानीं शिवरामहोदय भवान् पठतु महोदय बुद्धिं लक्षयति सर्वव्यवहारहेतुः इति अतीतादि व्यवहारहेतुः इति इत्यादौ काललक्षणे अतीतादेः व्यवहारः इति विग्रहः अभिप्रेतः तत्र षष्ट्यर्थः विषयत्वं तस्य च ज्ञानजनकशब्दप्रयोगरूपः यः व्यवहारः तद्घटकं यज्ज्ञानं तेन सह अन्वयः तथा च अतीतविषयकज्ञानजनकशब्दप्रयोगः इति अर्थः सिद्ध्यति प्रकृते तु न सर्वस्य व्यवहारः इति अर्थः किन्तु सर्वे ये व्यवहाराः सर्वे व्यवहाराः इति कर्मधारयः तेन ज्ञानजनकशब्दप्रयोगमात्रं प्रति ज्ञानस्य कारणत्वं लभ्यते न तु पूर्ववत् षष्टितत्पुरुषः तथा सति सर्वविषयकं यज्ज्ञानं सर्वं प्रमेयम् इति आद्याकारं इति व्यवहारं प्रत्यापि तज्जन्यं च ज्ञानं च सर्वविषयकम् इति षष्टि तत् पुरुष अङ्गीकारे तादृशव्यवहारजनके घटज्ञाने अव्याप्तिः इति कर्मधारयः एव साधुः अस्तु प्रयत्नं करोति वा तर्हि यद् अस्माभिः पूर्वम् इदानीमेव चिन्तितं तद् आधारीकृत्य किञ्चित् व्याकरणदृष्ट्या वदति तावदेव आम् वदति वा महोदय ज्ञानजनकशब्दप्रयोगरूपः यः व्यवहारः तद् घटकं यज्ज्ञानं तेन सह अन्वयः अस्तु अत्र केवलं विग्रहवाक्यं वदतु अतीतव्यवहारः इत्यत्र विग्रहवाक्यं कथं भवति अतीतव्यवहारः इति समस्तपदम् तत्र विग्रहवाक्यं कथं भवति अतीतः व्यवहारः न अतीतः व्यवहारः इति वदति चेत् व्यवहारः अतीतः इति भवति इदानीम् अहं न व्यवहारं करोमि मया व्यवहारः अतीतः अहं त्यक्तवान् इदानीं व्यवहारं न करोमि इति भवति किन्तु तत्र कर्मधारेः न वक्तव्यः तर्हि किं वक्तव्यम् अतीतव्यवहारः अतीतः यः व्यवहारः नास्ति अतीतः यः व्यवहारः अपि नास्ति अतीतः एव यः व्यवहारः अस्ति इति वदति चेत् कर्मधारः एव भवति श्रीराममहोदय वदतु अतीतेः व्यवहारः यत् अतीतः अस्ति तस्य व्यवहारः षष्टि यत् अतीतेः व्यवहारः इति षष्टि तत्पुरुष अतीतः इत्युक्ते किं घटः एव खलु घटः अतीतेः अतीतेः तत्र अतीतः इति पदेन घटः एव उक्तः तान्तप्रत्ययमस्ति खलु अस्तु तर्हि श्रीराम शिवरामहोदय भवानेव वदतु अतीतः इति तान्तप्रदं पदमस्ति खलु कस्मिन् प्रयोगे उक्तमस्ति इति अत्र अतीतः इति अतीतः इति कर्मणि प्रयोगः अस्ति न चिन्तयित्वा वदतु घटः अतीतः घट अतीतः घट अतीतः इति कर्तरि प्रयोगः एव हा न तु कर्मणि कर्तरि प्रयोगः अतीतः इति पदेन साक्षात् घटः उक्तः घटः उक्तः आमां विशेषः हा घटः उक्तः तर्हि कर्तरिप्रयोगः अस्ति तर्हि कर्तरि अर्थे सप्रत्ययः आमाम् इति कृत्वा अतीतः इति अनेन घटः एव उक्तः तर्हि अतीतेः व्यवहारः इत्युक्ते अतीतः यः अस्ति तस्य व्यवहारः इति भवति नो चेत् अतीतः इति शब्दस्य एव व्यवहारः भवति इतोपि समीचीनं तदेव घटस्य व्यवहारः नास्ति किन्तु अतीतः इति शब्दः अस्ति खलु अतीतः इति शब्दः तस्य व्यवहारः अतीतः इति घटः इति तस्य व्यवहारः न घटस्य व्यवहारः नास्ति अतीतः इति शब्दः यदस्ति तस्य व्यवहारः अतीतः इति शब्दः तस्य व्यवहारः भवति अतीतशब्दः व्यवहारः अतीतशब्दस्य व्यवहारः इति अर्थः भवति तत्र किन्तु अत्र सर्वव्यवहारः इत्यत्र कथं वा अवगन्तव्यम् विग्रहवाक्यं कथं भवति प्रकृते तु न सर्वस्य व्यवहारः इति अर्थः किन्तु सर्वे ये व्यवहारः सर्वव्यवहारः इति कर्मधारयः अस्तु अत्र सर्वे इत्यस्य विभक्तिवचनं किं सर्वे इति प्रथम बहुवचनमस्ति न सर्वे बहु उत्तमं सर्वे इति प्रथमा बहुवचनम् इति स्वीकर्तव्यं बहुवचनं न तु सप्तमी एकवचनम् इति आमां प्रथमा बहुवचनं सप्तमी एकवचनम् इति स्वीकरोति चेत् महान् क्लेशः अनुभूयते आम् सर्वे ये व्यवहाराः सर्वव्यवहाराः इति कर्मधारयः कर्मधारय तर्हि सर्वव्यवहारः इत्युक्ते सर्वे ये व्यवहाराः तर्हि सर्वव्यवहाराः सर्वेषां व्यवहाराणां हेतुः तर्हि सर्वव्यवहारः सर्वे ये व्यवहाराः सर्वव्यवहारः तदनन्तरं सर्वव्यवहारहेतुः तस्य विग्रहवाक्यं वदतु सर्वव्यवहारहेतुः सर्वव्यवहारस्य हेतुः वा हा सर्वव्यवहारस्य हेतुः बहु समीचीनं नो चेत् सर्वेषां व्यवहाराणां तदेव सर्वव्यवहारः इति कर्मधारयः सर्वे ये व्यवहारः इति तदनन्तरं सर्वव्यवहार इति यदा नूतनप्रातिपदिकं निर्मितं तदनन्तरं हेतुः इति योजयामश्चेत् सर्वेषां व्यवहाराणां हेतुः सर्वव्यवहारहेतुः इति तत्र षष्ठीतत्पुरुषः भवति तदेव ज्ञानम् सर्वेषां व्यवहाराणां हेतुः ज्ञानं तदेव ज्ञानस्य लक्षणं यदि यदि तत्र सर्वव्यवहारः इत्यस्यैव सर्वम् इति शब्दस्य व्यवहारः इति स्वीकुर्मश्चेत् कुत्र अव्याप्तिः भवति घटज्ञाने अव्याप्तिः भवति इत्युक्ते केवलं सर्व इति यदा अहं पदं प्रयोगं करोमि सर्व इति पदस्य शब्दस्य एव आत्मनि विद्यमानगुणः ज्ञानम् इति गुणः सर्वं केवलं सर्व इति पदस्य एव ज्ञानं जनयति, न तु घटस्य. तर्हि घटे अतिव्याप्तिः भवति यदि षष्ठीतत्पुरुषं स्वीकुर्मश्चेत्. किन्तु कर्मधारयः स्वीकुर्मश्चेत् सर्वे ये व्यवहारः, इत्युक्ते घटस्य व्यवहारः वा पटस्य व्यवहारः, यत्किमपि व्यवहारः भवतु, सर्वेषां व्यवहाराणां हेतुः भवति आत्मनि विद्यमानज्ञानम् इति गुणः. बुद्धं खलु? आमाम्. अस्तु, समयः जातः. पुनः एकवारम् एतत् परिच्छेदं पठन्तु. तत्र किञ्चित् प्रौढरीत्या लिखितमस्ति, किन्तु सर्वं सरलमेव. यदा एतादृशं चिन्तयामः सर्वमेव सरलमेव भवति. अस्तु, अत्र स्थगयामः. सर्वेभ्यो नमस्कारः, धन्यवादाश्च. नमस्कारः. धन्यवादः.